नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं नूतनविषयः अस्ति तिङ् प्रत्ययस्थितिः इति द्वितीयभागः अस्ति। कृपया तत् करपत्रं पुरतः स्थापयन्तु। एतावत् अस्माभिः अदन्ताङ्गानां सिद्धतिङ् प्रत्ययानां विषये तत्र चिन्तनं प्रवर्तमानमस्ति। तत्र लट्लकारस्य सिद्धप्रत्ययाः के, तत्र कानि सूत्राणि प्रसक्तानि, अपि च लोट्लकारे सिद्धप्रत्ययाः के, तत्र कानि सूत्राणि प्रसक्तानि इति सर्वम् अस्माभिः चर्चितम्। इदानीं ततः अग्रे परस्मैपदी तिङ् प्रत्ययानां विषये लङ्गि अपि च विधिलिङ्गि प्रत्ययाः के, तेषां साधनं कथं भवति इति अद्यतनविषयः अस्ति। तर्हि इदानीम् एकवारम् आरम्भतः एकवारं पठामः, अग्रे तदनन्तरं गतं गन्तुं शक्नुमः। अस्तु, इदानीं तत्र लक्ष्मीभगिनी आरम्भं करोति वा? आं भगिनि, आरम्भतः खलु भगिनि? आं कृपया आरम्भतः एकवारं। तिङ् प्रत्ययानां सिद्धिः द्वितीयभागः। एतावता परस्मैपदीधातूनां कृते लटि लोटि च सिद्धतिङ् प्रत्ययाः कथं भवन्ति इति अस्माभिः दृष्टम्। स्मरणीयं यत् इदानीं यत्र अङ्गम् अदन्तम् अस्ति, भादौ, दिवादौ, तुदादौ, चुरादौ च, तत्रैव अस्माकम् अवधानम्। अङ्गम् अदन्तं नास्ति चेत् सिद्धप्रत्ययाः किञ्चित् भिन्नाः। अस्मिन् परिच्छेदे किम् उक्तम् इति चेत्, यत्र अदन्तम् अङ्गम् अस्ति इति चेत् भादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे अङ्गम् अदन्तम् अङ्गम् अस्ति, तत्र एव तेषां विषये एव सिद्धतिङ् प्रत्ययाः, तेषु विषये अस्माकम् अवधानम् अस्ति। किन्तु अदन्तम् अनदन्तम् अङ्गम् अस्ति चेत् सिद्धतिङ् प्रत्ययाः भिन्नाः भवन्ति केषुचित् स्थलेषु, तस्य अवधानम् अग्रे भवन्ति इति उक्तम्। अग्रे पठामि वा? आं भगिनि, कृपया। यथोक्तं पूर्वम् अस्माकं प्रमुखं चिन्तनं भवति अङ्गनिर्माणे, अपि च अङ्गसिद्धतिङ्प्रत्ययोः मेलने। सिद्धतिङ्प्रत्ययाः कथं सिद्ध्यन्ति इति अत्र एकवारम् अवलोकयामः, येन अस्माकं तिङ्प्रत्ययः ज्ञानं तर्कयुक्तं स्यात्। एवञ्च यदा सिद्धतिङ्प्रत्ययाः कण्ठस्थीक्रियन्ते अस्माभिः, कण्ठस्थीकरणं तु अतीव लाभदायकमेव, तदा सूत्राधारीकृत्य कण्ठस्थीकरणं सुलभं भवति। अत्र अस्माकं प्रमुखचिन्तनम् अस्ति अङ्गनिर्माणे, अपि च अङ्गनिर्माणम् अपि च अङ्गतिङ्प्रत्ययोः मेलनं, तस्मिन् विषये अस्ति अस्माकम् अवधानम्। सिद्धतिङ्प्रत्ययाः कथं सिद्ध्यन्ति इति जानाति चेत् तत्र प्रक्रिया सुलभतया सुलभं भवति। इत्युक्ते यत्र अङ्गं निर्माणं तु अभवत्, इदानीं सिद्धतिङ्प्रत्ययः कः इति, लङ् लकारे इदानीं सिद्धतिङ्प्रत्ययः कः इति जानाति चेत् केवलं मेलनमेव भवति। तथा च कण्ठस्थीकरणं करोति चेत् तदपि लाभदायकं भवति इति उक्तम्। तर्हि लटः प्रत्ययाः दृष्टाः, अपि च लोटः प्रत्ययाः निद्वत् सन्ति इति अस्माभिः अज्ञायत। तत्र अतिदेशसूत्रम् अस्ति लोटो लङ्वत्। अतिदेशः नाम यस्य स्वभावः तथा नास्ति, अतिदेशसूत्रेण तथैव व्यवह्रियते। यथा लोट् तु ङित् नास्ति, किन्तु अतिदेशसूत्रेण निद्वत् व्यवह्रियते। अधुना ङित् लकारद्वयं, लङ् लकारं विधिलिङ् लकारं च परिशीलयामः। अस्माभिः लट् लकारस्य परस्मैपदी लट् लकारस्य सिद्धतिङ् प्रत्ययाः, परस्मैपदी लोट् लकारस्य सिद्धतिङ् प्रत्ययाः कथं निष्पद्यन्ते इति अस्माभिः अज्ञायत। इदानीं लङ् लकारे सिद्धतिङ् प्रत्ययाः कथं भवति इति इदानीं परिशीलयामः इति उक्तम्। अत्र लोट् लकारे यतोहि लोट् इति टित् अस्ति, ङित् नास्ति, तदापि ङित्वत् प्रवर्तते, लोटो लङ्वत् इति सूत्रेण, अतिदेशसूत्रेण, तेन सूत्रेण लोट् लकारे लङ् लकारस्य स्वभावः भवति इति उक्तम्. अग्रे समीचीनं. तत्र अज्ञायत इति कीदृशरूपम्? अज्ञायत इति लङ् लकार, लङ् लकार भवति आत्मनेपदीरूपं कर्मणि. ज्ञायते कर्मणि न, आत्मनेपदी एव अज्ञायत इति आत्मनेपदी लङ् लकाररूपम् अज्ञायत. आत्मनेपदी लङ् लकाररूपं तत्र कर्मणि, कर्मणि भवति इति चिन्तयामि. अज्ञायते कर्मणि, कर्णि कर्मणि, सत्यं कर्मणि, कर्मणि अज्ञायत, अज्ञायेताम्, अज्ञायन्त, अज्ञायन्त इति रूपाणि. अस्तु समीचीनम्. एतावता गतवर्गे एव अस्माभिः चर्चितम्. तत्र किमपि नूतनं नास्ति. प्रश्नाः सन्ति चेत् पृच्छन्तु. अत्र लट् लोट् विषये अस्माभिः चर्चितं. तत्र लोटि, तत्र लोटो लङ्वत् इति सूत्रेण अतिदेशः क्रियते. लोट् लङ्वत् व्यवहरति इति कृत्वा तत्र नित्यं नितः तस्थसमीपां तान्तं तामः इत्यादीनां प्रसक्तिः भवति इति अस्माभिः चर्चितम्. अस्तु, इदानीम् अग्रे मीना भगिनी. परस्मैपदिधातूनां मूलतिङ् प्रत्ययाः सिप्तश्चिप्तस्तस्मस्. परस्मैपदे लङ् लकारस्य तिङ् प्रत्ययः सिद्धिः. तिप्तश्चेति वक्तव्यं वा किमिति? न न, अग्रे गच्छतु. परस्मैपदे लङ् लकारस्य तिङ् प्रत्ययः सिद्धिः. नियमाः: मूलतिङ् प्रत्ययेषु यत्र इकारः ङित् लकारेषु तस्य इकारस्य लोपः, यथा ति इत् भवति, जि अन्ति भवति, जि अन्ति तदनन्तरम् अन्त् भवति, सि सकारः इस् भवति. तस् तस्थ मित् इङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं च अम् एते आदेशाः. न केवलं लङि अपि तु सर्वेषु ङित्सु लकारेषु एते आदेशाः भवन्ति. वस्मस् अनयोः प्रत्ययोः सकारस्य लोपः अयं लोपोऽपि सर्वेषु ङित्सु लकारेषु भवति. तत्र लङ् लकारस्य सिद्धतिङ् प्रत्ययस्य नियमाः सन्ति. मूलतिङ् प्रत्ययेषु तिप् सिप्ति, यत्र इकारः सन्ति, तिप् सिप् मिप् त्रिषु स्थलेषु इकारः सन्ति, यत्र इकारः ङित् लकारेषु लङ् अत्र लङ् इति निक् लकारः, तस्य इकारस्य लोपः. तिप् इति प्रत्ययस्य पकारस्य लोपः अगन्त्यम् इति रूपेण, तदनन्तरम् इत् इ भवति, तत्र इकारस्य लोपः. इतश्च इति सूत्रे, इतश्च इति सूत्रेण इकारः लोपः इत्येव अवशिष्यते. जि अत्र जि अस्ति जोन्तः इति सूत्रेण, जकारः इकारः अस्ति, इकारस्य स्थाने अन्त् भवति, अन्त् भवति, जि अन् जकारस्य स्थाने अन्त् भवति, इज्जि इ अन्त् अन्त् योगः इ अन्ति भवति. तदनन्तरम् इतश्च इति सूत्रेण अन्त् भवति. सिप् तत्र सिप् अकारस्य लोपः अलन्त्यम् इति सूत्रेण इस् इ भवति, इकारस्य इतश्चेति सूत्रेण इस् भवति. तदनन्तरं तस्तस्तमिपाम् इति सूत्रेण तका तस्थाने तां भवति, खस्थाने तं भवति, खस्थाने त भवति, अं स्थाने मिप् स्थाने अं भवति. एते आदेशः केवलं लङि अपि तु सर्वेषु ङित्सु लकारेषु एते आदेशाः भवन्ति. अत्र लोटि अपि भवति. किमर्थम् इति चेत् लोटो लङ्ति सूत्रेण लोट् लकारः ङित्वत् भवति, तस्मात् सा समानसूत्रम् अत्रैव प्रसक्तिः अस्ति. वस्मस् अनयोः प्रत्ययोः सकारस्य लोपः नित्यङ्गितः इति सूत्रेण सकारस्य लोपः वम एव अवशिष्यते. हलन्त्यम् एकक्षणम् अन्ति इत्यत्र जोन्तः इति सूत्रेण जकारस्य स्थाने अन्तादेशः भवति, अन्ति इति भवति. तदनन्तरम् इतश्च इत्यनेन इकारस्य लोपः इति भवति. संयोगान्तस्य लोपः इति सूत्रेण अन् भवति, तकारः लोपः. किमर्थं तकारस्य लोपः? संयोगः अस्ति तत्र, इन् इति संयोगः अस्ति. हल् वर्णः अस्ति तत्र. तदनन्तरं मध्ये वर्णः स्वरवर्णः नास्ति, तस्मात् संयोगान्तः भवति. तस्य संयोगान्तस्य लोपः इति सूत्रेण इत् लोपः भवति. समीचीनं. नकारतकारयोः संयोगः अन्ति इत्यत्र इकारस्य लोपानन्तरम् अन्त् इति अवशिष्यते. अन्त् इत्यत्र अन्ते नकारतकारयोः संयोगः अस्ति, तर्हि हल् वर्णयोः संयोगः भवति. अतः संयोगस्य अन्ते यः वर्णः अस्ति, एतत् स्मर्तव्यं. तद् अन्त् इति कुत्र भवति इति चेत् पदस्य अन्ते एव भवति खलु. अपठन्त् अपठन्त् इति तत्र पदम् इदानीं पदसंज्ञा अस्ति इति कृत्वा इदानीं पदान्ते संयोगः अस्ति नकारतकारयोः इति कृत्वा संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः जायते. अतः अन् इति अवशिष्यते. अस्तु, समीचीनम्. इदानीं वदतु मूलप्रत्ययेषु के प्रत्ययाः पित् प्रत्ययः एव. परस्मैपदीषु तत्र केवलं सिप् तिप् सिप् मिप् इति त्रयः प्रत्ययः पितः सन्ति. तत्र अन्ये प्रत्ययाः तेषां का गतिः? अपि सार्वधातुकं ङित्वत् एव, तस्मात् ङित् भवति. इति कृत्वा तत्र अन्ये सर्वे प्रत्ययाः नितः सन्ति इति सर्वदा स्मर्तव्यम्. मूलप्रत्ययस्य स्वभावः कः? तस्य उपरि यदा तत्र आदेशः भवति तदानीं तत्र आदेशः किमपि अध्यारोपयति वा इति अपि द्रष्टव्यम्. इत्युक्ते कुत्रचित् नित्वम् अध्यारोपयितुं शक्यते, कुत्रचित् अन्यत् किमपि अध्यारोपयितुं शक्यते. अतः मूलप्रत्ययस्य स्वभावः कः? यदा आदेशः भवति तस्य परिवर्तनं भवति वा न वा इति स्मर्तव्यम्. इदानीं तत्र केवलं तिप् सिप् मिप् इति त्रयः प्रत्ययः एव पित् अस्ति इति कृत्वा तेषां पुरतः अथवा तेषां पृष्ठतः यदा अङ्गम् अस्ति, अङ्गात् यदा वयं तिप् प्रत्ययं पश्यामः चेत् तत्र तिप् प्रत्ययम् आश्रित्य गुणकार्यं भवितुम् अर्हति. एवमेव सिप् प्रत्ययं पश्यामः चेत् तस्मात् पूर्वं यत् अङ्गमस्ति तत्र गुणकार्यं भवितुम् अर्हति. मिप् प्रत्ययः अस्ति, तस्मात् गुणकार्यं भवितुम् अर्हति इति स्मर्तव्यं. परन्तु अत्र अदन्तम् अङ्गमस्ति इति अपि स्मर्तव्यम्. अत्र ये प्रत्ययाः येषां विषये अस्माकं चिन्तनं जायमानमस्ति तत्र सर्वत्र अङ्गम् अदन्तम् अस्ति. अदन्तम् अङ्गम् अस्ति इति कृत्वा तत्र मध्ये विकरणप्रत्ययः अपि अस्ति. तर्हि विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि प्रथमतया भवन्ति. यदि विकरणप्रत्ययः पित् अस्ति तदानीम् अङ्गकार्ये गुणः भवति. विकरणप्रत्ययः पित् नास्ति चेत् अङ्गकार्ये गुणः न भवति. तदानीमेव अदन्तम् अङ्गं सिद्धं, सर्वत्र अदन्तम् अङ्गं सिद्धम् इति कृत्वा अत्र अग्रे तिप् अथवा पित् प्रत्ययः अग्रे अस्ति चेदपि अङ्गे गुणकार्यं भवितुम् अर्हति. परन्तु तादृशप्रसङ्गः न लभ्यते, सामान्यतया न लभ्यते अदन्त अङ्गेषु. अतः तत्र यद्यपि पित् प्रत्ययः अस्ति परन्तु गुणस्य प्रसङ्गः न भवति, यतोहि इक् वर्णः न भवति. यतोहि अन्ते अदन्तम् अस्ति इति कृत्वा सारधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति. उपायाम् अपि इक्वर्णः प्रायेण न भवति तत्र, यतोहि तत्र शप्रत्ययः अथवा अन्यविकरणप्रत्ययस्य योजनेन परिवर्तनमेव जायते. अस्तु, इदानीं तत्र अत्र कति सूत्राणि प्रसक्तानि? इतश्च जन्तः तस्तस्तामिपः तस्तस्ताम् अमः नित्यङ्गितया चत्वारि सूत्राणि. अपि च संयोगान्तस्य लोपः. संयोगान्तस्य लोपः पञ्चसूत्राणि. इतश्च इति सूत्रेण सर्वत्र इकारस्य लोपः, तस्तस्समीपां तान्तन्तामः इत्यनेन तस् थस् थ मिप् इत्यत्र ताम् तम् त अम् इत्येते आदेशाः, झोन्तः इत्यत्रापि इकारस्य लोपः, अनन्त न झि इत्यस्य इत्यत्र इकारस्य लोपः, झकारस्य स्थाने झोन्तः इत्यनेन अन्त् इति आदेशः, तर्हि अन्त् इति यदा भवति तदानीं संयोगान्तस्य लोपः इति कृत्वा अन् इति जायते. अपि च वस् मस् इत्यत्र सकारस्य लोपः नित्यं नितः इति सूत्रेण इति आहत्य पञ्चसूत्राणि अत्र प्रसक्तानि. अत्र अधिकजाटिल्यं नास्ति. अस्तु, धन्यवादः भगिनी. इदानीम् अग्रे गोमती भगिनी अग्रे पठतु. आं भगिनि, रामेश. इतश्च न हलन्त्यम् इति अग्रे अस्ति खलु. हलन्त्यं, सोरि, क्षम्यतां, हलन्त्यं. यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इसंज्ञा भवति. तस्य लोपः यस्य वर्णस्य इसंज्ञा जाता तस्य लोपः भवति. सूत्रद्वयमपि अस्माभिः इसंज्ञाप्रकरणे पठितमस्ति. हलन्त्यं सूत्रं वदति यदा धातोः अन्ते, धातोः या प्रत्ययस्य अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा अस्ति इति वदति. तस्य लोपः वदति तादृश इत्संज्ञायाः लोपः भवति इति तस्य लोपः वदति. एतानि सूत्राणि संज्ञासूत्रप्रकरणे पठितम्. अत्र अस्माकम् अत्र मूलप्रत्ययेषु कुत्रचित् हलन्त्यम् इत्यस्य प्रसक्तिप्राप्तिः भवति वा? मूलप्रत्ययस्य तिप् अस्ति, तत्र पकारम् इत् अस्ति, अनन्तरं तत्र इत्संज्ञा नास्ति, झि तत्रापि नास्ति, सिप् तत्र पकारः इत्संज्ञा, थस् नास्ति, था नास्ति, मिप् पकारस्य इत्संज्ञा भवति, वस् नास्ति, मस् नास्ति, केवलं तस्य थस् वस् मस् इत्यत्र सकारस्य लोपः हलन्त्यम् इत्यनेन न भवति वा? हलन्त्यम् इत्यनेन न भवति. किमर्थं चेत् अत्र एक अन्यत् सूत्रमस्ति, न विभक्तौ तुस्माः इति सूत्रमस्ति. तिङ् प्रत्ययः सुप्रत्ययः द्वौ अपि विभक्तिसंज्ञकः अस्ति. विभक्तिप्रत्ययौ तकारः सकारः मकारः अस्ति चेत् अन्ते तेषां लोपः न भवति, न विभक्तौ तु स्माः इति सूत्रमेव तस्य लोपत्वं निरोधयति. समीचीनं. तु स्माः इत्यत्र तु इत्यत्र इत्यनेन किं तु तवर्गं न केवलं तकारः न केवलं तकारः खलु. आम् आम् आं भगिनि. समीचीनं. अस्तु, अग्रे पठतु. तर्हि नियमान् अनुसृत्य कार्यमेवं. तिप् पकारलोपः, ति इ लोपः, त इति लङ् प्रत्ययः निष्पन्नः. तिप् अस्ति, तत्र हलन्त्यं पकारः हल् वर्णः अस्ति, इत्संज्ञा हलन्त्यम् इति सूत्रेण तस्य प्राप्तं. हलन्त्यं सूत्र तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. अतः ति तकारः एव सिद्धप्रत्ययः, प्रथमपुरुष एकवचनप्रत्ययः निष्पन्नः. तस् पठामि भगिनि, कृपया. तस् इत्यत्र किमपि लोपः इत्सज्ञकवर्णः नास्ति, लोपः नास्ति, अतः तस् इत्यस्य ताम् आदेशः इत्यनेन ताम् इति लङ् प्रत्ययः निष्पन्न. तस् इत्यत्र पूर्णतया तस्थस्तमां सारि तान् तं तां वदामि भगिनि एकनिमिषम्. तस्थस्थमिपां तान् तन् तामः सूत्रेण तस् इत्यस्य स्थाने ताम् इति आदेशः भवति, अतः सर्वादेशः भवति. अनेक सत्यम् अनेकाल् अस्ति आदेशः, अतः पूर्णतया तस् अपगच्छति, तामेव अवशिष्यते, अतः ताम् इति लङ् प्रत्ययः निष्पन्नः भवति. अन्तादेशः न भवति वा पूर्णतया? अनेकाल् अस्ति न ताम्, अनेकाल् षित् सर्वस्य इति सूत्रं कार्यं करोति, नित् नास्ति तत्. समीचीनम् समीचीनम्. इत्युक्ते तत्र अलोक्यस्य इत्यस्य प्रसक्तिः अस्ति, अन्तादेशः भवितुम् अर्हति, परन्तु तत् तस्य अपवादसूत्रमस्ति अनेकाश्चित् सर्वस्य इत्यनेन अपवादबलेन सम्पूर्णतया तस्सित्यस्य सम्पूर्णस्य आदेशः खलु. अलोन्तस्य इति उत्सर्गसूत्रम्, अपवादसूत्रमस्ति अनेकाश्चित् सर्वस्य, अपवादसूत्रस्य बलम् अधिकम् अधिकं, अतः ताम् इति भवति. अनेकाल्त्वं कुत्र पश्यामः? ताम् इति प्रत्यये तकार आकार मकारः अस्ति, अनेकाल् अस्ति, तत्तु अनेकाल् षित् सर्वस्य, अनेकाल् अस्ति चेत् सर्वस्य पूर्वं यदा स्थाने अस्ति तत्र सर्वस्य लोपः भवति, तस् इत्यस्य पूर्णतया लोपः भवति. लोपः इति न वदामः, लोपः इति न वदामः, तस् स्थाने आदेशः, यतोहि लोपः इति व्याकरणे विशिष्टसंज्ञा अस्ति खलु. यद्यपि तत्र लोपः भवति इव दृश्यते, परन्तु व्याकरणे तु लोपः इति न वदामः. अस्तु भगिनि, यतोहि लोपः इति विशिष्टसंज्ञा अस्ति. अस्तु, सो एवं वदनीयं, तस् इत्यस्य पूर्णतया आदेशः भवति ताम् इति प्रत्ययेन. सत्यम् सत्यं, तस् इत्यस्य स्थाने ताम् इति आदेशः. अस्तु समीचीनम्. झि झ स्थाने अन्त आदेशः, अन्त योग इ अन्ति, इ लोपः अन्त, तकारस्य संयोगान्तलोपः अन् इति लङ् प्रत्ययः निष्पन्नः. झि इति मूलप्रत्ययः अस्ति, तत्र झः झ तस्य स्थाने झोन्तः इति आदेशः भवति, अतः अन्ति इति झि भवति. अन्ति इत्यत्र इ लोपः, इतश्च इति एकं सूत्रम् अस्ति, इतश्च वदति परस्मैपदेषु नित्सु लकारेषु अन्त्य इ वर्णस्य लोपः भवति, अतः इ लोप भूत्वा केवलम् अन्त् इति तिष्ठति. अन्त् इति तिङ् रूपम् अस्ति, तिङ् सुबन्धं तिङन्धं पदम् अस्ति, अन्त् इति पदं भवति अङ्गस्य योजनेन. अनन्तरं तत् पदस्य अन्ते संयोगान्तम् अस्ति चेत् तत् पदम् अपि चेत् तस्य संयोगान्तस्य संयोगस्य अन्त्यस्य वर्णस्य लोपः भवति इति एकं सूत्रमस्ति, संयोगान्तस्य लोपः. अतः अन्त् इति नकारतकारस्य संयोगः अस्ति, हलोन्तरेण हलोनन्तरसंयोगः इति सूत्रेण तस्य संयोगसंज्ञा भवति. अतः अन्त्यस्य वर्णस्य तकारस्य लोपः भवति अन् इति सिद्धप्रत्ययः झि इत्यस्य मूलप्रत्ययस्य स्थाने. सो प्रथमपुरुष सिद्धप्रत्ययः भवति त अन् इति. अग्रे सिप् पकारलोपः, सि इ लोपः, स इति लाङ् प्रत्ययः निष्पन्न. सिप् इति मध्यमपुरुष एकवचनप्रत्ययः अस्ति, मूलरूपं पकार हल् संज्ञकः अस्ति, सोरि पकार हल् अस्ति, तस्य हलन्त्यं सूत्रेण इस् संज्ञा, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भूत्वा केवलं सि इति तिष्ठति. सि इत्यत्र इतश्च इति सूत्रेण तस्य लोपः भवति, केवलं सकारः एव भवति. तुसिपः स्थाने स इति सकार, स इति लङ् प्रत्ययः निष्पन्नः. ससजुषोरुः तदपि पदं भवति, अङ्गस्य योजनं पदं भवति. ससजुषोरुः इति ऋत्वं भवति. अनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रेण अन्ते अस्ति, अतः तस्य विसर्गः भवति. तु मूलप्रत्ययः भवति स अथवा विसर्गः इति. थस् अग्रे गच्छामि भगिनि. गच्छतु गच्छतु. थस् तम् आदेशः इत्यनेन तम् इति लङ् प्रत्ययः निष्पन्नः. मध्यमपुरुष द्विवचनं थ, तत्र तस् थस् थ निपं तं तन् तामः इति सूत्रेण तस्य अपि पूर्णतया तम् इति आदेशः भवति. थस् इत्यस्य पूर्णतया तम् आदेशः भवति अनेकाशि सर्वस्य इति सूत्रेण. सो तस् भवति तं तं सिद्धप्रत्ययः भवति. अनन्तरं था, था भवति ता इति लङ् प्रत्ययः निष्पन्न. था अत्र किमपि कार्यं नास्ति, किमपि इत्सज्जकवर्णः नास्ति, अतः तत्र अपि तस् थस्थ मिपां तान् तन् तामः इति सूत्रेण लङ् ङित् अस्ति, अतः तत्र सूत्रस्य कार्यम् अस्ति था इति भवति. मध्यमपुरुषस्य प्रसिद्धप्रत्ययः भवति विसर्गः तं ता इति. अनन्तरं मिप् अस्ति. मिप् अत्र पकारः हलन्द्यम् अहं पठामि. अम् आदेशः इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः. मिप् पकारः अन्त्यहल्वर्णस्य हलन्द्यं सूत्रेण इस् संज्ञा, तस्य लोपः इति सूत्रेण लोपः अपि भवति. केवलं मि इति तिष्ठति. तत्र ङित् लङ् अस्ति, ङित् लकारः अस्ति. तस्थस्थमिपं तान् तन् ताम तामः इति सूत्रेण पूर्णतया मि इत्यस्य अम् आदेशः भवति. अतः अम् इति सिद्धप्रत्ययः मिप् इत्यस्य स्थाने. अत्र अन्यत् किमपि प्रसक्तमस्ति वा मिप् इत्यत्र? मिप् अत्र इतश्च अपि कार्यं कर्तुं शक्नोति, परन्तु तस्य कार्यं न भवति. केवलं तस्थस्थमिपां तान् तन् तामः एव कार्यं करोति. समीचीनं, विशिष्टमस्ति. तस्थस्थमिपां तान् तन् तामः इति विशिष्ट, इतोपि विशिष्टकार्यम्. अतः मी स्थाने अमादेशः. अनन्तरं वस् अस्ति. वस् सकारः अस्ति. सकारस्य तु इत्संज्ञा न भवितुम् अर्हति, किमर्थं चेत् तस्य सूत्रम् अस्ति. परन्तु अत्र तु एकं विशिष्टसूत्रेण नित्यं नितः इति सूत्रेण नित्सुलकारेषु सकारस्य लोपः भवति. अतः सकारलोपः इति दत्तं. वा इति लङ्प्रत्ययः निष्पन्नः. केवलं सकारस्य लोपः नित्यं नितः सूत्रेण भवति. अनन्तरं वा एव तिष्ठति. तु वा इति सिद्धतिङ् प्रत्ययः. मस् मस् तत्रापि न विभक्तौ तु स्माः न कार्यं करोति. नित्यं नितः विशिष्टसूत्रम् आगत्य नित्लकार्येषु सकारस्य लोपः भवति. मा एव अवशिष्यते. मा इति लङ् प्रत्ययः निष्पन्नः. अतः अम् वा मा इति लङ् लकारे उत्तमपुरुषस्य सिद्धप्रत्ययः. हा, समीचीनं, बहु समीचीनम्. इदानीं वदतु, तां तम् अपि च अम् इत्यत्र मकारस्य लोपः भवति वा, भवितुमर्हति वा? नास्ति. तां तं न न भवति. पठतां भवताम् एवमेव आगच्छति. तत्र मकारस्य लोपः न भवति. किमर्थं न भवति अत्र केन कस्य सूत्रस्य प्रसक्तिः सूत्रस्य प्रसक्तिः हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति परन्तु एतत्तु औपदेशिकप्रत्ययः नास्ति आदेशरूपेण एव आगच्छति आदेशः अपि औपदेशावस्थायां भवति खलु तर्हि मकारस्य लोपः किमर्थं नास्ति अत्र सूत्रं वदति तं पूर्णतया आगच्छति अतः न समीचीनं भवती जानाति अत्र न विभक्तौ न अत्र वदतु हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति खलु हलन्त्यम् अत्र सूत्रस्य प्रसक्तिः अस्ति मकारं हलन्त्यम् अस्ति अतः प्रसक्तिः अस्ति परन्तु किमर्थं न भवति तदपि न जानामि पठतामेव भवति रूपं न विभक्तौ स्मः न विभक्तौ तु स्मः इति अस्ति खलु सूत्रम् हा न विभक्तौ तु स्मः आदेशः उपदेश अपि अस्ति अतः न विभक्तौ तु स्मः कार्यं करोति आं भगिनि हा मकारः अस्ति खलु तु स्मः मकारः अस्ति चेत् न तस्य लोपः न जायते इति कृत्वा तां तम् अम् इत्यत्र सर्वत्र हलन्त्यम् इत्यस्य यद्यपि प्रसक्तिः अस्ति यतोहि तां तं तं त सर्वं तां तम् अम् सर्वत्र उपदेशावस्था एव आदेशाः अपि उपदेशाः एव न केवलं धातवः आदेशाः अपि आदेशः लोपः एते अपि उपदेशाः एव इति कृत्वा अत्र हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति यतोहि तत्र मकारः अन्ते अस्ति परन्तु अत्र प्रश्नः उदेति तां तम् अम् इति प्रत्ययः वा इत्युक्ते न विभक्तौ तु स्मः इति किं वदति किं न विभक्तौ तु स्मः इति किं वदति अत्र विभक्तिसंज्ञकः अस्ति चेत् तत्र तु स्मः न लुप्यन्ते इति वदति खलु आम् आम् परन्तु इदानीं तां तम् अम् त इत्येते प्रत्ययः वा आदेशः वा आदेशः न विभक्तौ तु स्मः तु तिङ् प्रत्ययः सुप्रत्ययः तेषां विषये एव कार्यं करोति एतत्तु तिङ्प्रत्ययः एव लङ् प्रत्ययः एव तु तिङ्प्रत्ययः एव परन्तु यदा आदेशरूपेण अस्ति तदानीं प्रत्ययत्वम् अस्ति वा अस्ति भगिनि आदेशरूपेण यदा भवति तदानीं तु प्रत्ययत्वं नास्ति अत्र लिखितं न अम् आदेशः इत्यनेन अम् इति लङ् प्रत्ययः निष्पन्नः तत् कथं निष्पद्यते इति चेत् तम् इति यद्यपि आदेशः अस्ति कस्य स्थाने तम् इति आदेशः इति चेत् तस् इत्यस्य स्थाने ताम् इति आदेशः तादृश ताम् इति आदेशः यद्यपि प्रत्ययः नास्ति स्वतन्त्रतया प्रत्ययः नास्ति परन्तु यदा तत्र किं तस् इत्यस्य स्थाने ताम् इति आगच्छति चेत् यदा आदेशः जायते तदानीं स्थानिवत् भवति स्थानी अस्ति तस् मूलस्थानी अस्ति तस् इति प्रत्ययः अस्ति इति कृत्वा स्थानिवत् भवति इति कृत्वा ताम् इति आदेशः अपि प्रत्ययः भवति नो चेत् प्रत्ययत्वं न भवति मूले प्रत्ययत्वम् अस्ति इति कृत्वा अध्याहार्यम् प्रत्ययत्वं तस्य उपरि आगच्छति तस्य उपरि आगच्छति नो चेत् मूले नास्ति आदेशे नास्ति परन्तु यदा हि आदेशः जायते प्रत्ययस्य स्थाने तदानीं प्रत्ययत्वं तत्रापि आगच्छति परन्तु तदानीं तत्र इत्युक्ते अत्र कथं चिन्तनीयम् इति चेत् उपदेश अवस्थायां ताम् इति आदेशः अस्ति परन्तु तत्र प्रत्ययत्वं किमपि नास्ति अतः तत्र हलन्त्यम् इति सूत्रेण मकारस्य लोपः भवितुमर्हति मकारस्य लोपः भवितुमर्हति परन्तु किं चिन्तनीयम् इति चेत् यदा तस्य प्रत्ययस्य स्थाने आदेशः भवति तदानीं प्रत्ययत्वमपि आगच्छति ताम् इत्यस्य प्रत्ययत्वम् आगच्छति इति कृत्वा इदानीं प्रत्ययः अस्ति इति कृत्वा तत्र तुस्माः न लुप्यन्ते न विभक्तौ तुस्माः इति सूत्रेण अवगतं भगिनि धन्यवादः भगिनि अवगतम् समीचीनं समीचीनम् इति वयं जानीमः, केवलं स्पष्टीकरणार्थम् अहं वदामि, यतोहि तत्र चिन्तनं किञ्चित् करणीयमिति. बुद्धं वा सर्वैः बुद्धं वा? तानिवत् आदेश अनल्पितौ इति सूत्रे सूत्र तस्य बलात् भवति वा? तस्य बलात् एव, तस्य बलात् एव. स्थानिवद् आदेशो अनल्विदौ इति एकं सूत्रम् अस्ति, तत् सूत्रम् अग्रे गत्वा पठिष्यामः. परन्तु तत् सूत्रं किं वदति इति चेत्, यदि कस्यचित् इत्युक्ते धातोः स्थाने किमपि आदेशः भवति, यथा वयं वदामः पादातोः स्थाने पिब् इति आदेशः भवति इति कृत्वा तत्र पिबति इति रूपम् अस्ति. लटि पिबति इति रूपं कथं निष्पन्नम् इति चेत्, मूलधातुः अस्ति पा इति धातुः, पायोगः शप् योगः ति, तत्र पा इति धातोः स्थाने पिब् इति पिब इति आदेशः भवति. एकेन सूत्रेण पिब इति आदेशः भवति. तर्हि पिब इत्यस्य धातुत्वम् अस्ति वा इति प्रश्नः, यतोहि पा इति तु धातुः अस्ति, पिब इत्यस्य धातुत्वम् अस्ति वा इति प्रश्ने सति, यतोहि मूले तत्र धातुत्वम् अस्ति, तर्हि धातोः स्थाने यदा आदेशः भवति तस्यापि धातुत्वम् आगच्छति. कथम् आगच्छति इति चेत्, स्थानिवत् भवति. स्थानिनी ये गुणाः भवन्ति ते गुणाः आदेशे अपि अध्यारोपयामः, सामान्यतया अध्यारोपयामः. कुत्रचित् अपवादाः सन्ति तदिदानीं मास्तु, परन्तु सामान्यतया धातोः स्थाने आदेशः भवति चेत् आदेशः अपि धातुः भवति. अङ्गस्य स्थाने आदेशः भवति चेत् आदेशस्य अपि अङ्गत्वं भवति. प्रत्ययस्य स्थाने आदेशः भवति चेत् आदेशस्य अपि प्रत्ययत्वं भवति इति तत्र सामान्यव्यवहारः. अवगतं वा? अवगतं भगिनि. अस्तु, समीचीनम्. इदानीम् अग्रे गच्छामः. तर्हि इदानीम् अग्रे शोभा भगिनी पठतु. गीताञ्जलि भगिनी, प्रश्नः आसीत् वा? क्षम्यताम्. आं भगिनि, एकम् उदाहरणं वदतु भगिनी, यत्र आदेश स्थानिवत् नास्ति. यत्र आदेश स्थानिवत् नास्ति इति, हा इत्युक्ते यत्र अत्र तु तस् स्थानिवत् अस्ति चेत् तां प्रत्यन्तामः एते प्रत्यया भवन्ति, किन्तु कथं जानीमः इत्युक्ते स्थानिवत् अस्ति इति, इत्युक्ते न सामान्यतया सर्वत्र स्थानिवत् भवति, स्थानिवत् सर्वत्र भवति. परन्तु यत्र अल्विधिः अस्ति, अल्विधिः इत्युक्ते वर्णनिमित्तिककार्यं यत्र अस्ति तत्र स्थानिवत् न भवति. तस्य उदाहरणम् इदानीम् अहं न किं सन्धि अस्ति चेत् इति, न केवलं सन्धिः, परन्तु अङ्गकार्ये कार्यस्थले अपि एतादृशं भवितुमर्हति. यथा तत्र एकं सूत्रं तत्र किं अस्तेर्भूः इत्यत्र, अस्तेर्भूः इत्यत्र अस्धातोः स्थाने भू इति आदेशः भवति इति उक्तं खलु, तत्र भू इत्यत्र धातुत्वम् अस्ति, तत्र क्लेशः नास्ति. किं कथायोगः किं कथा धातु न श्रूयते भगिनि, किं अत्र प्रथमं निच् भव कति भवति, तदनन्तरं किं न श्रूयते, अकारस्थाने अकारलोपः भवति एकसूत्रमस्ति, तदनन्तरं कार्यं कर्तुं शक्नोति, अत्र अनल्विधिः आगच्छति. एकमपि न श्रूयते वदति, अहं वदामि भगिनि, एकम् उदाहरणं वदति, सा वदति कथ इति धातु अस्ति, तत् णिच् भूत्वा अनल्विधि इति सूत्रं कार्यं करोति इति. कथ इति धातुः तत्र बहु जटिलम् इदानीं वक्तुं न इच्छामि, जटिलं वक्तुं न इच्छामि, यतोहि तत्र अनल्विदौ इत्यत्र बहु किमपि भवितुम् अर्हति. हा भगिनी, कथ इत्यत्र कथ इत्यत्र कथयोगः निचित्यत्र अतोलोपः इत्यनेन अकारस्य लोपः भवति, तदनन्तरं तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद् भवति तत्र. अचः परस्मिन् पूर्वविधौ इति सूत्रेण तत्र स्थानिवद् भवति खलु. इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य विषये इदानीं वक्तुं न इच्छामि, तत्र अप्रासङ्गिकमस्ति इति कृत्वा तस्य विषये न वक्तुम् इच्छामि. परन्तु अत्र पश्यतु, शास् इति धातुः अस्ति, शास् इति अदादिगणीयधातुः अस्ति. शास् धातोः स्थाने शा इति आदेशः भवति हि प्रत्यये परे इति उक्तम्. शास् धातोः स्थाने हि प्रत्यये परे शा इति आदेशः भवति. तर्हि तत्र शा योगः हि, प्रथमं शास् योगः हि इति लोट् लकारस्य मध्यमपुरुषे एकवचने प्रत्ययः, हि इति प्रत्ययः. अदादिगणीयधातुः शास् इति धातुः, तस्य अनन्तरं हि इति प्रत्ययः. तर्हि तत्र शाहौ इति एकं सूत्रमस्ति, तत् सूत्रं वदति शास्थाने शा आदेशः भवति हि प्रत्यये परे इति. तर्हि शायोगः हि इति जातम्. इदानीम् अन्यत् सूत्रमस्ति, हुजल्भ्यो हेर्दिः इति अन्यत् सूत्रमस्ति, हुजल्भ्यो हेर्दिः इति अन्यत् सूत्रमस्ति. तत् सूत्रं वदति यदि ज्वलन्तम् अङ्गम् अङ्गस्य अन्ते जल् वर्णः अस्ति चेत् हि प्रत्ययस्य स्थाने धि इति आदेशः भवति इति वदति तत् सूत्रम्. परन्तु इदानीं शाहौ इति सूत्रेण शास्थाने शा इति आदेशः जायते चेत् तदानीं तत्र शायोगः हि इति अस्ति. इदानीं शा इति अङ्गस्य अन्ते जल्वर्णः नास्ति, जल्वर्णः नास्ति. जल्वर्णः अस्ति चेद् एव तत्र हि स्थाने धि आदेशः भवति इति तत् सूत्रं वदति. तर्हि इदानीं तत्र शायोगः हि इति स्थितौ तत्र हुजल्भ्यो हेर्दिः इति सूत्रस्य कार्यं, हुजल्भ्यो हेर्दिः इति सूत्रं किं वदति इति चेत् ज्वलन्तम् अङ्गम् अस्ति चेदेव हि इत्यस्य स्थाने धि आदेशः भवति इति वदति. परन्तु इदानीं शा इत्यत्र ज्वलन्तमेव अङ्गं नास्ति, तर्हि हुजल्भ्यो हेर्दिः इति सूत्रस्य कार्यं न भवति. परन्तु तत्र किं वक्तुम् इच्छामि इति चेत्, ज्वलन्तम् अङ्गम् इति यदा वदामि, जल्वर्णम् आश्रित्य अङ्गम्, जल्वर्णम् आश्रित्य अङ्गम्. इदानीं प्रश्नः अस्ति, मूले स्थानिनि शास् इत्यत्र सकारः अस्ति, सकारः जल्वर्णः अस्ति, यतोहि धातुः शास् इति धातुः, तत्र अन्ते सकारः अस्ति, सः सकारः जल्वर्णः अस्ति. इदानीं तस्य स्थाने शा इति आदेशः जातः, शायोगः हि. इदानीं हुजल्भ्यो हेर्दिः इति सूत्रं वदति ज्वलन्तम् अङ्गम् अस्ति चेत् हि प्रत्ययस्य स्थाने धि इति आदेशः भवति इति वदति. परन्तु इदानीं शा इति अङ्गे तु ज्वलन्तत्वं नास्ति, परन्तु मूलधातौ तु ज्वलन्तत्वम् अस्ति, यतोहि सकारः अस्ति, शास् इत्यत्र अन्ते सकारः जल्वर्णः इति कृत्वा ज्वलन्तत्वम् अस्ति. तर्हि तादृशज्वलन्तत्वं शा इति अङ्गे अत्यारोपयितुं शक्यते वा न वा? मूले ज्वलन्तत्वम् अस्ति, तादृशज्वलन्तत्वं शा इति आदेशे अत्यारोपयितुं शक्यते वा न वा इति चेत् न शक्यते. किमर्थं न शक्यते इति चेत्, ज्वलन्तत्वम् अल्वर्णम् आश्रित्य अस्ति, यतोहि जल् इति वर्णः अस्ति, जल् इति प्रत्याहारे वर्णाः सन्ति, अतः यत्र एतादृश वर्णम् आश्रित्य कार्यं यत्र अस्ति तत्र स्थानिवत् न भवति. अतः शा इति अङ्गं ज्वलन्तत्वं नास्ति, अतः हुजल्भ्यो हेर्दिः इति सूत्रं तत्र कार्यं कर्तुं न अर्हति स्थानिवद्भावेन. अवगतं वा? गीताञ्जलि भगिनि, किम् अरुणा भगिनि, अवगतं? गीताञ्जलि भगिनी अवगतं वा? पुनः चिन्तयामि भगिनि, किञ्चित् अवगतम् इत्युक्ते सकार झल् इत्युक्ते यदा सूत्रस्य किन्तु वदतु भगिनि. सकार झल् अस्ति किन्तु शो हौ कारणेन स लोप जात इति अस्ति, स नास्ति चेत् उजल्भ्योर् हे धीः न शक्यते न प्रसक्ति, किन्तु भवती उक्तवती ओरिजिनलि सा अस्ति चेत् सा अस्ति स्थानिवत् भवितुम् अर्हति वा इति प्रश्नः. स्थानिवत् भवति चेत् शास् इत्यत्र सकारः अस्ति, इदानीं शा इति आदेशः जातः, इदानीं शा इति आदेशः स्थानिवत् अस्ति इति वदामः चेत् इदानीमपि तत्र सकारत्वम् अस्ति इति वयं वक्तुं शक्नुमः वा इति चेत्, सामान्यतया वयं वदामः खलु धातोः स्थाने आदेशः भवति चेत् आदेशः अपि धातुः एव, एवमेव इदानीं शास् इत्यस्य स्थाने शा इति आदेशः जातः चेत् इदानीं शा इति आदेशः शास् इतिवत् अस्ति वा इति प्रश्नः. इति चेत् न, नास्ति. किमर्थम् इति चेत् सकारत्वम् अल्वर्णम् आश्रित्य अस्ति, अतः अल्वर्णम् आश्रित्य स्थानिवत् न भवति इति तावदेव. तत्र धातुत्वम् अस्ति, शास् इत्यत्र धातुत्वम् अस्ति इति कृत्वा शा इत्यत्र अपि धातुत्वम् अस्ति, शास् इति अङ्गम् अस्ति इति कृत्वा शा इति अङ्गम् अस्ति, परन्तु शास् इति सकारान्तः अस्ति, तादृशसकारान्तत्वं शा इति इत्यत्र अध्यारोपयितुं न शक्यते, यतोहि अल्वर्णम् आश्रित्य अस्ति. अवगतं वा? अवगतम्, अवगतम्. अस्तु अस्तु, इदानीम् अग्रे गच्छेम. तर्हि तत्र अरविन्द महोदय अग्रे पठतु. संयोगः यदा द्वयो अथवा तदधिकानां हल् वर्णानाम् अव्यवहितं मेलनं भवति, नाम तन्मध्ये अच्वर्णा न आयाति, तदा संयोग इत्युच्यते. हलौन्तरसंयोगः यदि सः संयोगः कस्यापि पदस्य अन्ते भवति तर्हि तस्य संयोगान्तस्य अन्ते यः वर्णः भवति तस्य वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रेण. यदा अत्र अन्त् इत्यस्ति, नकारतकार इति संयोगः अस्ति, अपि च सः संयोगः अन्त् इत्यस्य अंशस्य अन्ते अस्ति पदान्ते, अतः तकारस्य लोपः भवति संयोगान्तस्य लोपः इति सूत्रस्य विवरणं दत्तमस्ति. संयोग इत्युक्ते हलोन्तरसंयोग इति सूत्रेण यत्र वर्ण अल्वर्णानां मध्ये अच्वर्ण नास्ति चेत् संयोगः भवति, तत्र संयोगं भवति चेत् पदम् अस्ति, पदम् अपि अस्ति, तत्र पद अन्ते संयोगः भवति चेत् अन्तिम हल् वर्णस्य लोपः भवति संयोगान्तस्य लोपः इति. इत्युक्ते पदस्य अन्तिमसंयोगान्तवर्णस्य अन्तिमवर्णस्य लोपः भवति इति एव. अत्र उदाहरणे जोन् झि इति अन्त् भूत्वा तत्र नकारतकारयोः संयोगः दृश्यते, तत् सिद्धप्रत्ययः अस्ति कृत्वा पदरूपं पदत्वं भवति अङ्गस्य योजनेन इति कृत्वा अङ्गस्य अन्ते स्थितस्य अन्त् इति वर्णानां तकारस्य लोपो भवति संयोगान्तस्य लोपः इति सूत्रेण. समीचीनं, तर्हि समीचीनम् इत्युक्ते संयोगः इति संज्ञा अस्ति, संयोगः इति संज्ञा अस्ति, तत्र संज्ञासूत्रमस्ति हलोनन्तराः संयोगः इति. अन्तराः इत्यस्य कः अर्थः तत्र? मध्ये अन्तराः इत्यस्य मध्ये, मध्ये अन्तरा इत्यस्य मध्ये इति अर्थः. अत्र अनन्तराः इति अस्ति, न अन्तरालमस्ति यस्य, हा इत्युक्ते मध्ये नास्ति, हलोः हल् वर्णयोः मध्ये अन्यत् किमपि नास्ति. अन्यत् किम् इति चेत् अच्वर्णः नास्ति, तदानीं तत्र संयोगसंज्ञा भवति. अन्तरा इति पदस्य योगे तत्र वाक्यं वदति वा कोऽपि? अन्तरा इति पदम् उपयुज्य वाक्यम् अन्तरा इत्युक्ते मध्ये इति अर्थः. मध्ये इति पदम् उपयुज्य वाक्यम् अत्र उषाभगिनी वदतु. पात्रे अन्तरा, पात्रे अन्तरा चमकः अस्ति. अन्तरा इति अव्ययं वा भगिनि? आम् आम् आम्. पात्रे अन्तरा, अन्तरा इत्युक्ते अन्ते इति नास्ति, मध्ये, मध्ये इति. अङ्गना मङ्गना मन्तरा कृष्णः भवति रासलीलासमये. किं किं वदतु पुनः? अङ्गना मङ्गना, अङ्गना मङ्गना मन्तरा, अन्तरेव अन्तरा अयम्. अङ्गना मङ्गना कृष्णः भवति रासलीलासमये. समीचीनम्. इत्युक्ते अत्र सामान्यवाक्यं वदामः चेत् त्वां माम् अन्तरा ईश्वरः अस्ति. अन्तरा इति शब्दस्य योगे द्वितीया एव भवति. कोऽपि सूत्रं जानाति वा? अन्तरान्तरेण युक्ते इति अस्ति खलु एकं सूत्रम्, अन्तरान्तरेण युक्ते. अन्तरान्तरेण युक्ते द्वितीया इत्यनेन अन्तरा शब्दस्य योगे द्वितीया विभक्तिः भवति. अतः अन्तरा इति शब्दः त्वां माम् अन्तरा हरिः अस्ति, ईश्वरः अस्ति. त्वां माम् इति, त्वाम् इति द्वितीया, माम् इति द्वितीया, अन्तरा इति शब्दस्य योगे द्वयोः अपि द्वितीया भवति. यतोहि अन्तरा इति शब्दः अस्ति चेत् पदार्थद्वयस्य मध्ये इति अर्थः खलु, अतः द्वयोः अपि द्वितीया भवति इति वैशिष्ट्यं तत्र. अस्तु, समीचीनम्. एवमेव वदामि सूचनार्थम्. अस्तु, तर्हि इदानीं हलोनन्तरासंयोगः इति सूत्रेण संयोगसंज्ञा भवति हल्वर्णयोः. हल्वर्णयोः संयोगः भवति, मध्ये अच्वर्णः नास्ति. तर्हि इदानीं तकार मकार नकारः त्रयः वर्णाः सन्ति, तेषां संयोगः भवति वा? इति तत्र तत्र संयोगः कयोः संयोगः, कति संयोगाः सन्ति तत्र? नकार तकार मकार तत्र संयोग कति संयोगाः सन्ति तत्र? द्विसंयोगः अस्ति, तकार नकार, नकार तकारयोः, तदनन्तरं तकार मकारयोः. तृतीयं? तदेव, नकार मकारस्य संयोगः नास्ति, अन्तरा तकारमस्ति इति कृत्वा नकारमकारस्य. इदानीं तत्र तकारः तकारः मकारः नकारः इति त्रयः वर्णः, इति त्रयः वर्णः इति त्रीन् अपि मिलित्वा संयोगः अस्ति वा? अस्ति भगिनि, अब्चि अच्वर्ण अव्यवहितः यत् संयोगः भवति न अच्वर्ण इति वयम् इति वयं चिन्तयामः, परन्तु व्याख्यानेषु स्पष्टीक्रियते यत् वर्णद्वयोः एव संयोगः वयं स्वीकुर्मः, त्रयाणां वर्णानां संयोगं न स्वीकुर्मः, वर्णद्वयस्य एव संयोगं स्वीकुर्मः. तर्हि तकारमकारनकारः अस्ति चेत् तकारमकारयोः संयोगः मकारनकारयोः संयोगः इति संयोगद्वयम् अस्ति तत्र. त्रीन् अपि मिलित्वा संयोगः नास्ति. अस्तु, तर्हि इदानीं संयोगान्तस्य लोपः इति अग्रिमं सूत्रमस्ति. तत् सूत्रं वदति पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः, संयोगान्तस्य लोपः इति वदति. तर्हि तस्य प्रसक्तिः कुत्र इति चेत् अस्माकं झि इति प्रत्ययः, प्रथमपुरुषे बहुवचने झि इति प्रत्ययस्य इतस्य इति सूत्रेण इकारस्य लोपः यदा जायते झकारः अवशिष्यते, झकारस्य झोन्तः इत्यनेन अन्तादेशः, तर्हि अन्त् इत्यत्र अन्त् इत्यस्य पदसंज्ञा अपि अस्ति, नकारतकारयोः संयोगः अतः हलोनन्तरा संयोगः इत्यनेन नकारतकारयोः संयोगसंज्ञा इदानीं पदान्ते संयोगः अस्ति इति कृत्वा अन्तिमवर्णस्य लोपः नकारतकारयोः अन्ते अस्ति तकारः तकारस्य लोपः भवति इति कृत्वा अन् इति अवशिष्यते. अवगतं खलु? आं भगिनि. किन्तु अस्मिन् सूत्रे पार्थिकद्वयं दृष्टं मया, तत्र अत्र प्रसक्तिः नास्ति, किन्तु यन् कस्मिन् सूत्रे हलोनन्तरसंयोगः इति चित्र वा न संयोगन्तस्य लोप इति सूत्रस्य वार्तिकद्वयं दृश्यते अष्टाध्यायमध्ये. यन् तद् इदानीं प्रासङ्गिकं नास्ति इति कृत्वा तत्र तत्र अग्रे पश्यामः. यणः प्रश्यते प्रतिषेधो वाच्यः इति तद् अग्रे पश्यामः. परन्तु इदानीं साधारणतया संयोगान्तस्य लोपः इति सूत्रम् अत्र कार्यं करोति. वार्तिकस्य अत्र प्रसक्तिः नास्ति. तत्र अस्माकं हल् सन्धिः इति एकं करपत्रमस्ति अग्रे, तस्मिन् विषये विस्तरेण चर्चा भवति संयोगान्तस्य लोपः इत्यस्य. इदानीं तावदवगच्छामः यत् संयोगस्य अन्ते यः वर्णः अस्ति तस्य लोपः. अस्तु भगिनी, लङि एव इति सूत्रं कार्यं करोति वा? संयोगान्तस्य लोपः लङि एव इति नास्ति. यत्र कुत्रापि पदस्य अन्ते संयोगः अस्ति तत्र भवितुमर्हति. भगिनि, झटिति प्रश्नः, हलोनन्तराः संयोगाः इति भवति चेत् इतोपि सम्यक् भवति वा? केवलं संयोगः इति एकवचने उक्तम् अत्र. हलोनन्तरा संयोगः, संयोगाः इति संयोगसंज्ञा खलु, किमर्थं हलोनन्तराः संयोगाः इति? विशेषविशेषणभावः समीचीनः इति. विशेषविशेषणभावः नास्ति. विशेषविशेषभावः नास्ति. विशेषविशेषभावः नास्ति. हलोनन्तराः इति हलो हलः मध्ये अनन्तराः इति अस्ति. मध्ये व्यवधानं नास्ति चेत् संयोगसंज्ञा भवति इति उक्तम्. अन्तराः अपि संयोग अनयोः विशेषविशेषणभावः नास्ति. अन्तरा इति अव्ययमस्ति. बहुवचने प्रयुक्तमस्ति परन्तु अव्ययरूपेण प्रयुक्तम्. भगिनी, तर्हि तत्र हलः इति द्विवचनं भवेत् किल? अन्तराः इति उपयोगं कुर्मः चेत् तत्र हलः अपि बहुवचनं, प्रथमबहुवचनं. हलः इति बहुवचने एव अस्ति. बहुवचनमस्ति न सूत्रे तु अन्तरान्तरयुक्ते द्वितीया इत्यनेन तत्र हलः इति यद्यपि तत्र प्रथमा बहुवचनमस्ति, द्वितीया अपि भवितुम् अर्हति वा तत्र सूत्रे? तस्य सूत्रस्य प्रसक्तिः नास्ति वा तत्र? पाणिनीयसूत्रेषु पाणिनीयसूत्राणां प्रसक्तिः विकल्पेन भवति, अतः सर्वत्र भवति इति नास्ति. अस्तु, अत्र परन्तु किन्तु षष्टिः भवति चेत् सम्यक् भवति वा तत्र हलः इत्यस्य? न, षष्टिः किमर्थम्? हल् वर्णस्य स्थाने किमपि नास्ति, अत्र संज्ञासूत्रमस्ति. संज्ञायाः विधानमस्ति, न तु तत्र हल् वर्णस्य मध्ये इत्यस्मिन् अर्थे न भवति वा? हल् वर्णस्य मध्ये इति नास्ति. अनन्तराः हलः इति उक्तं खलु, अनन्तराः हलः संयोगः, तावदेव. अस्तु, अनन्तराः हलः संयोगसंज्ञा विधीयते. अस्तु, अव्यवहित हलः इति अज् अव्यवहित हलः संयोगसंज्ञा स्यात्. अन्तराः इति अव्ययम् इति उक्तं त्वया, तत्र किमर्थं बहुवचनमस्ति? बहु यद्यपि तत्र अन्तरा इति अव्ययमस्ति, तथापि अत्र सूत्रे हलः इत्यस्य विशेषणरूपेण प्रयुक्तम् इति कृत्वा अन्तराः इति बहुवचने प्रयुक्तमस्ति. यद्यपि अव्ययमस्ति तथापि अत्र प्रयुक्तं, तथा प्रयुक्तं, तावदेव. अत्र सर्वस्य यत्किमपि अस्ति तत्र पाणिनीयसूत्रेषु तस्य अपवादरूपेण अस्ति एव. अतः यद्यपि अन्तरा इति अव्ययम् अस्ति, सामान्यतया परन्तु अत्र हल् इत्यस्य विशेषणरूपेण प्रयुक्तम् इति कृत्वा अन्तराः इति प्रयुक्तम् हल् अन्तराः इति प्रयुक्तम् न अन्तराः हलः इति विशेषणरूपेण प्रयुक्तमस्ति अतः नास्ति चिन्ता सामान्यतया अव्ययम् अस्ति अस्तु अग्रे गच्छेम अस्तु अग्रे तत्र शोभाभगिनी अग्रे पठतु आं भगिनि लङि सिद्धप्रत्ययाः त ताम् अन् स तं ता अं वा मा इति सिप्तश्चि सिप्तस्था मिप् वस् मस् इत्यनेन भवन्ति सिद्धतिङ्प्रत्ययाः तत्र अग्रे पठामि वा तत्र वदनीयं वा कृपया पठतु कृपया पठतु किमपि वक्तुम् इच्छति चेत् वदतु हा दृष्टवन्तः सूत्राणि कथं भवन्ति इति भवती उक्तवती अतः तत्र तेषां सूत्राणां कारणेन एतानि सिद्ध लङ् प्रत्ययाः अभवन् अग्रे इतश्च इति सूत्रं णित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति तत्र णित् लकारस्य स्थाने यथा भवत्या पठितं यत्र मिप् वस् मस् स्थाने एकनिमिषं भगिनि इतश्च क्षमतां तत्र न इतश्च इति प्रथमपुरुषे तिप् इत्यस्य स्थाने अपि च झि यत् बहुवचने तस्य स्थाने उदाहरणार्थम् अपि च सिप् इत्यस्य स्थाने कार्यं करोति तत्र तिप् इत्यस्य हलन्त्यम् अपि तस्य लोपः इत्यनेन पकारस्य अपगमनं भवति लोपः भवति तकारः एव तिष्ठति क्षम्यतां तत्र इतश्च इत्यनेन पकारस्य लोपः तदनन्तरं ति इत्यस्य इकारस्य तत्र इतश्च इत्यनेन अभवत् इति दृष्टवन्तः अपि च बहुवचने झि इत्यस्य स्थाने तत्र हा तत्र झि इत्यस्य इकारस्य लोपः किन्तु तत्र एकक्षणं भगिनि प्रथमं पठामि तर्हि तस्य अन्त्य इकारस्य लोपो भवति णित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति अतः तत्र झि इत्यस्य इकारस्य लोपः भवति झा एव तिष्ठति झा इत्यस्य स्थाने अन्त आदेशः भवति तदनन्तरं यथा दृष्टवन्तः संयोगान्तस्य लोपः इत्यनेन तत्र नकारतकारयोः संयोगः इति कृत्वा अपि च अन्ते पदस्य अन्ते संयोगः अस्ति चेत् अन्त्यवर्णस्य लोपः भवति तकारस्य लोपः भवति अन् एव तिष्ठति तत्र येन विधिस्तदन्तस्य इत्यनेन इकारान्तः इति अर्थः तत्र कुत्र भवनीयम् एतश्च इत्यस्य कार्यम् इति चेत् येन विधिः तदन्तस्य इत्यनेन तत्र इति सूत्रेण अन्त्यस्य वर्णस्य स्थाने एव कार्यं भवति अपि च अलोन्तस्य इति परिभाषासूत्रमपि आगच्छति तत्र इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इत्युक्ते इकारस्य लोपः न तु पूर्णप्रत्ययस्य अतः तत्र यथा झि इत्यस्य अन्त इत्यस्य तकारस्य एव लोपः न तु पूर्णप्रत्ययस्य तत्र इति मन्ये अपि च इतः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वदति नितः लस्य इतः परस्मैपदस्य लोपः नितः इत्युक्ते तत्र यत्र नित् भवति तेषु स्थलेषु लस्य इतः परस्मैपदस्य लोपः तत्र लस्य स्थाने यत् आगच्छति तत्र इत् इतः परस्मैपदस्य लोपः इत् भवति लस्य अनयोः कः सम्बन्धः नितः लस्य नितः इत्युक्ते यत्र अन्ते नकारः अस्ति तस्य इत् भूत्वा नित् भवति तस्य तत्र षष्टिविभक्ति नितः लस्य लकारस्य नितः लस्य स्थाने भवति इति मन्ये भगिनि अपि च इतः अपि षष्टिः अस्ति तत्र नितः लस्य नितः लस्य इतः इति त्रीणि अपि तत्र षष्ट्यन्तपदानि तर्हि तत्र सम्बन्धः कः नितः लस्य इतः स्थाने भवति किम् अस्ति स्थानि स्थानि तत्र तु इकार इतश्च इतः च नित्लकारस्य स्थाने यः परस्मैपदर् ह्रस्व इकारान्त तिङ् प्रत्ययः तत्र ई इति इकार एव स्थानि भवति तत्र इतः इति स्थानि इतः इति स्थानि कीदृशः कीदृशः इतः इत्युक्ते तत्र नितः लस्य इति वा अन्यकोपि वदतु उषा भगिनी वदतु यस्य प्रत्ययस्य अन्ते ई इति अस्ति इति इतः इति अहं मन्ये नितः लस्य इति यस्य लस्य ङित् अस्ति लङ् लङ् लङ् प्रत्ययस्य लङ्स् लङ् लस्य नितः नितः लस्य अनयोः कीदृशसम्बन्धः विशेषणविशेषभावः अस्ति भगिनि किं विशेषणं किं विशेषं लस्य इति विशेष्यं ङित् इति विशेषणं यस्य लस्य यस्य लकारस्य नकारः इतः अस्ति सो लङ् लङ् स्थाने इत्युक्ते तत्र तत्र लकारः दशविधलकारः सन्ति खलु दशलकारः सन्ति तर्हि लस्य इत्युक्ते तत्र सर्वेषां लकाराणां ग्रहणं यतोहि ल इति यदा वदामः तर्हि ल सर्वत्र सर्वेषु लकारेषु इत्संज्ञकलोपानन्तरं लट् इति वदामः चेत् तत्र ल इति अवशिष्यते लोट् इति वदामः चेत् तत्र ल इति अवशिष्यते सर्वत्र ल इति एव अवशिष्यते अतः लस्य इति एकवचने प्रयुक्तमस्ति सर्वेषां लकाराणां ग्रहणं लस्य इत्यनेन कीदृशलकारः इति चेत् नित् लकारः नित् इति विशेषणमस्ति नितः लस्य इति चेत् नित् इति विशेषणं लस्य इति विशेष्यं कीदृशलकारः तादृशलकारः यत्र नित्वम् अस्ति इत्युक्ते अत्र न केवलं लट्लकार न केवलं लङ्लकारः विधिलिङ्लकारः लुङ् लकारः लृङ् लकारः सर्वेषु लकारेषु यत्र यत्र नित्वम् अस्ति तत्र सर्वत्र अस्य सूत्रस्य प्रसक्तिः नित् लकार अस्तु इदानीं शोभा भगिनी अवगतं खलु नितः अवगतं भवति भगिनि तत्र भवती उक्तवती आधारः विशेष्यं भवति तत्र लस्य इति एव आधारः भवति अतः तत्र नितः इति विशेषणं भवति तस्य विशेषणं भवति लस्य अपि च इतः अनयोः कीदृशसम्बन्धः तत्रापि लस्य इतः इत्युक्ते विशेषणविशेष्यमेव भवति तत्र पुनः लस्य एव विशेष्यम् आधारः भवति इति कृत्वा इतः इति विशेषणम् इत्युक्ते तत्र अत्र वस्तुतः इतः इति एव लस्य इति वक्तुं न शक्यते खलु, सम्पूर्णलकारः इकारः इति वक्तुं न शक्यते खलु. सत्यम्. इतः लस्य इत्यत्र कथं तत्र अन्वयः भवति, लस्य इति विशेष्यम्, इतः इति विशेषणम् इति चेत् अन्वयः कथं भवति? तर्हि सम्पूर्णलकारः इक ह्रस्व इकारः इति वदामः वा, नो चेत् सम्पूर्णलकारः न, इत् एव इतः इति विषये कथं भवति इत्युक्ते, लस्य इतः यत्र लस्य लकारस्य नित् लकारस्य इत् अस्ति इत्युक्ते तत्र कुत्र अस्ति इदानीं तु तत्र इतः इति विशेषणम् अस्ति इति वदामः चेत् सम्पूर्णलकारः इकारः अस्ति इति अर्थः खलु. अस्तु अस्तु, तत्र कथं वदामः इत्युक्ते तत्र येन विधिस्तदन्तस्य अपि अलोन्तस्य इत्यनेन अन्त्यस्य वर्णः एव इति वयं ज्ञातवन्तः. येन विधिस्तदन्तस्य इत्यनेन किं ज्ञायते? येन विधिः तदन्तस्य इत्युक्ते येन निमित्तेन विधिः भवति तत् निमित्तस्य अपि च तस्य अन्त्यस्य वर्णस्य स्थाने अपि, क्षम्यतां, यतो हि निमित्तं यस्य अस्ति तत् अङ्गस्य अपि च अन्त्यस्य इक् यथा इक् उदाहरणं नयामः चेत् तत्र अन्त्यस्य इकः स्थाने अपि च यस्य अन्ते अस्ति इक् वर्णः तस्य सम्पूर्ण अङ्गस्य अपि भवति इति. अलोन्तस्य न न इत्युक्ते इत्युक्ते येन विधि सदन्तस्य इत्यनेन न केवलम् इ इति लकारे केवलम् इ इति अस्ति चेदपि भवति, नो चेत् इकारान्तम् अस्ति चेदपि भवति. आम् तत्र इतश्च इति टिप् इत्यस्य टिप् इत्यस्य स्थाने आगच्छति, पकारः गच्छत् अपगच्छति, ति एव तिष्ठति तत्र. अन्ते इकारः अस्ति, अन्ते इकारः अस्ति इति कृत्वा अन्तिम इकारस्य लोपः. आम् अस्तु, समीचीनं. तर्हि नितः लस्य इतः परस्मैपदस्य लोपः इति अर्थः. सूत्रार्थः स्पष्टः खलु? स्पष्टं भगिनि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे उमा भगिनी पठति वा? अस्तु, तर्हि गीताञ्जलि भगिनी पठतु. अग्रिमं सूत्रमस्ति तस्थस्थमिपां तान्तन्तामः इति. तत्र तस् थस् थ मिप् ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् आदेशाः, तच्च तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः, तस्थस्थमिपः तेषां तरेतरद्वन्द्वः तान्तन्तामः. तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तम्. द्विपदमिदं सूत्रं नित्यं ङितः इत्यसहितसूत्रं ङितः लस्य तस्थस्थमिपां तान्तन्तामः इति सूत्रम् अस्ति. तस्थस्थमिपां तान्तन्तामः इति वदति यत्र ङित् लकारेषु थस् अस्ति, थस् स्थाने सोरि तस् अस्ति, तस् स्थाने ताम् आदेशः, थस् स्थाने तम् आदेशः, थ स्थाने त आदेशः, मिप् स्थाने अम् आदेशः इति आदेशाः भवनीयम् इति सूत्रं वदति ङित्सु लकारेषु इति दत्तं भगिनि. इत्युक्ते हा इत्युक्ते मध्यम द्विवचने तस् थस् अस्ति, मध्यमपुरुष थ अपि अस्ति, उत्तमपुरुषे मिप् अस्ति. एतेषु सर्वेषु स्वीकृत्य तान् तन् तामः आयाति. समीचीनं समीचीनं. सूत्रं परिचितमेव, नूतनं किमपि नास्ति अत्र. केवलं ङित्सु लकारेषु सर्वत्र एतस्य कार्यमस्ति इति स्मर्तव्यम्. अस्तु, तर्हि अग्रे कः तत्र अरुणभगिनी पठति वा? भगिन्याः ध्वनि अस्ति, प्रयाणं कृतवती. अस्तु अस्तु अस्तु, नास्ति चिन्ता. तर्हि वंशी भगिनी अग्रे पठतु. अस्तु भगिनि, जोन्तः इति सूत्रमस्ति. प्रत्ययस्य जकार अवयवस्य स्थाने प्रत्ययस्य झकार अवयवस्य स्थाने अन्त् आदेशः भवति. जः षष्ट्यन्तम्, अन्तः प्रथमान्तं, द्विपदमिदं सूत्रं. झकारे अन्त् अवयवे च अकारः संयोजितः उच्चारणार्थम्. आयनेयि नीयः फड खच्छकाम् प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्. अङ्गस्य प्रत्ययस्य जः अन्तः. जोन्तः इति सूत्रं वयं दृष्टवन्तः. जि इति जि प्रत्ययस्मिन् यत्र चकारः अस्ति तस्य चकारस्य स्थाने अन्त् इति आदेशः भवति. तत्र तु अङ्गस्य इत्यपि अधिकारः अस्ति. अङ्गस्य कार्यम् अङ्गकार्यं नास्ति इति वयं पठितवन्तः. सम्यक् वा भगिनी? तत्र मम अपि किञ्चित् भ्रमः अस्ति. अङ्गस्य कार्यं नास्ति, अङ्गात् कार्यं न समीचीनं किल. तत्र अङ्गस्य इति नास्ति, अङ्गात् इति भवेत् इति वयं दृष्टवन्तः. तत्र अन्यत् किमपि अस्ति वा? तत्र जकार अन्तव्यवकारः संयोजितः. अत्र जकारे तत्र जः इति तत्र अकारं योजयित्वा उक्तं. जः इति षष्ट्यन्तं, समीचीनम्. अन्तः इत्यत्रापि षष्ट्यन्तम्, अन्त इति अकारः उच्चारणार्थः योजितः. अन्तः समीचीनम्. अन्तः इति द्वयोः स्थाने तत्र तु अकारः उच्चारणार्थमेव अस्ति इति समीचीनं. सूत्रस्य अवगमनार्थमिति भवति इति मम चिन्तनमेव. समीचीनम्. इत्युक्ते तत्र उच्चारणार्थम् अकारः योजितः उभयत्र, परन्तु जकारस्य स्थाने अन्त् इति आदेशः वस्तुतः, खलु? समीचीनं. तत्र उच्चारणार्थम् अन्त् इति अन्त् इत्यत्र उच्चारणार्थम् अकारः न युज्यते चेत् तत्र किं भवति आदेशः, किं भवति सूत्रे? अङ्गस्य प्रत्ययस्य झन्तः इति भवति किल. तत्र अत्र प्रथमतया एकम् अत्र अन्तः इति आदेशः प्रथमान्ते अस्ति, खलु? समीचीनं. झः इति षष्ट्यन्तमस्ति. तत्र झ इत्यस्य अन्तः इत्यस्य प्रातिपदिकं किं किञ्चित् चिन्तयामः. अन्तः इत्यस्य प्रातिपदिकं किम्? अन्तः किं भवति? अन्त् भवति वा? अन्त न अन्त् भवति वा? तकारः भवति वा? अन्त अन्त अन्तर् भवति वा? अन्त इति प्रातिपदिकम्, अन्त इति प्रातिपदिकं, तस्य प्रथम एकवचने अन्तः इति अस्ति, खलु? अस्तु अस्तु. यदि तत्र यदि तत्र प्रातिपदिकम् अन्त् इति अस्ति चेत् प्रथमान्तं किं भवति? अन्त् भवति चेत् तत्र क्लेशः किमपि अस्ति वा? अन्त् भवति चेत् तत्र तु उच्चारणस्य क्लेशः भवति न तत्र न न तत्सर्वम् अग्रे केवलम् अन्त् इति आदेशः अस्ति चेत् केवलम् अन्त् इति आदेशः अस्ति चेत् संयोगान्तस्य लोपः इत्यस्य कार्यं नास्ति. अन्त् इति केवलम् अन्त् इति आदेशः अस्ति चेत् तत्र पदं नास्ति खलु? अन्त् इति आदेशपदत्वं नास्ति. अन्त् इति आदेशः न अन्त् इति आदेशः अस्ति चेत् कः क्लेशः? कोऽपि वदतु. बहु सरलमस्ति. अस्माकं प्रथमं सोपानं किम्? सर्वादेशः भवति तत्तु जानीमः. तत्र अस्माकं यदा आदेशः भवति तत्र सर्वप्रथमं तत्र किं चिन्तयामः? गोमती भगिनी वदतु. अन्त् आदेशः हलन्त्यं सूत्रं कार्यं कर्तुं शक्नोति. तकारस्य तस्य लोपः इति लोपः भवति. तद् लोपः तादृशलोपः न भवेत् इति कृत्वा एव अकारः योजितः. किन्तु तकार तु तुष्म इति अन्तर्गतम् अस्ति न? तकार तु इति तुष्म इति तदपि अस्ति. हलन्त्यमिति सूत्रेण तस्य लोपः भवितुम् अर्हति इति तत्र क्रमेण एतादृशं चिन्तनीयं भवति. इत्युक्ते तकारः अस्ति इति कृत्वा हलन्त्यमित्यनेन लोपः भवितुम् अर्हति, परन्तु अन्तिति आदेशः प्रत्ययस्य स्थाने भवति इति कृत्वा प्रत्ययत्वम् अस्ति इति कृत्वा न विभक्तौ तु स्मः इत्यनेन तकारस्य लोपः न भवति. तथापि अत्र अकारः योजितः किमर्थम्? उच्चारणार्थः इति निर्णयः खलु. एतादृशः क्लेशः न मा भूत् इति कारणात् तत्र अकारः योजितः इति तत्र स्पष्टता स्पष्टप्रतिपत्त्यर्थम् उच्चारणार्थः अकारः योजितः. समीचीनम् अस्तु. इदानीम् अग्रे तत्र सूर्यकुमारी भगिनी अग्रे पठितुमिच्छति वा? नित्यं नितः भगिनी पूर्वस्मिन् कक्षायां भवती प्रश्नं पृष्टवती किल, तत्र इतः किमर्थं तत्र इतः किमर्थं तपरकरणं कृतम् इति भवती पृष्टवती. वदामि, सम्यक् वा न जानामि. तत्र विधिर्लिङ्ग् लकारे तत्र तु यासुट् इति आदेशः विधिर्लिङ्ग् एकवारं पठित्वा तदनन्तरम् अस्मिन् विषये चर्चां कुर्मः चेत् समीचीनं भवति. यतोहि विधिर्लिङ्ग् विषये इदानीं न पठितं खलु. समीचीनम् अस्तु भगिनि. अस्तु, इदानीं यासुट् इति वदति चेत् तत्र सर्वेषां भ्रमः भवति यासुट् इति किम् इति दृष्ट्वा तदनन्तरम् अस्तु. कः तत्र नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकार लोपो भवति. पूर्णतया येन विधिसदनन्तस्य इत्यनेन सकारान्तः इत्यर्थः. अलो अन्तस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः, न तु पूर्णप्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ट्यन्तं द्विपदमिदं सूत्रं सा उत्तमस्य इति सूत्रस्य पूर्वतया अनुवृत्तिः इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः. सूत्रं वदति नित्स् लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपः भवति इति. नित्यं नितः वदति उत्तमपुरुषस्य अन्तिमसकारस्य लोपः भवति तद तु नित्यं भवति नित्सुलकारस्य लस्य सकारः समीचीनम् इत्युक्ते नितः लस्य इत्युक्ते नित्सु लकारेषु नितः लस्य इति विशेषणविशेषभावः नित्सु लकारेषु सः उत्तमस्य इति अस्ति नित्सु लकारस्य यः सः लस्य सः इत्युक्ते तादृशलकारः यत्र सकारः अस्ति अपि च तादृशसकारः कुत्र इति चेत् उत्तमपुरुषे उत्तमस्य सः इत्यत्र उत्तमस्य सः इत्यनयोः सम्बन्धः अस्ति उत्तमस्य सः नित्यं लोपः इत्युक्ते नित्सु लकारेषु उत्तमपुरुषस्य यत्र उत्तमपुरुषे यत्र सकारः अस्ति तादृश अन्त्यसकारस्य लोपः भवति इति सूत्रार्थः अत्र लस्य अपि च सकारः अनयोः विशेषणविशेषभावः अस्ति इति कृत्वा येन विधिस्तदन्तस्य इत्यनेन न केवलं यत्र सकारः अस्ति परन्तु अन्ते सकारः अस्ति इत्युक्ते अस्माकं प्रत्ययेषु कुत्रापि तत्र केवलं सकारः इति उत्तमपुरुषे केवलं सकारः इति नास्ति मूलप्रत्ययेषु इति कृत्वा अन्ते सकारः इति स्वीकर्तव्यः अस्तु इदानीं तत्र हलोनन्तरासंयोगः हलोनन्तराः संयोगः इत्यत्र वंशीभगिनी भवती पृष्टवती अन्तराः इति शब्दस्य योगे किमर्थं द्वितीया नास्ति इति पृष्टवती परन्तु तत्र अन्तरा इति शब्दः नास्ति खलु अन्तरा इति नास्ति खलु अनन्तरा इति अस्ति ओ अस्तु अनन्तरा इति शब्दः अस्ति अतः तस्य योगे द्वितीया इति नास्ति अस्तु भगिनि उत्तमम् अस्तु धन्यवादः अस्तु तर्हि इदानीम् अग्रे विनय महोदय पठति वा आं भगिनि अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तम् उत्तरमस्ति अस्माकम् अष्टाध्यायी सूत्रपाठे पुस्तके पश्यतु इदं सूत्रं 3499 किल तस्मात् पूर्वं 3496 तमे सूत्रे प्रथमं पदमस्ति वा विकल्प वैत अन्यत्र वा एतः अन्यत्र वा नाम विकल्पेन अग्रिमयो द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना वैल् हेपनिङ्ग् अतः वा शब्दः अनयोः सूत्रयोः आगत्य उपविशति अधुना अस्माकं सूत्रमस्ति 3499 अस्मिन् सूत्रे यः सकारलोपः विहितः विधानस्ति सः विकल्पकः नास्ति अतः वा इति अनुवित्तं स्थगयितुं निर्वारणं कृतं नित्यशब्दः अत्र प्रयुक्तः नाम केवलम् अत्र कार्यवैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः अत्र भगिनी स्पष्टतया अत्र लिखितः नित्यशब्दस्य महत्त्वं कः किमर्थम् आयाति नित्यसूत्रस्य आगन्तुं भवति यतः अत्र कोऽपि विकल्पिकतम् नास्ति विहितः विकल्पितं नास्ति विहितः यदि विकल्पितं नास्ति तर्हि नित्यं भवति, साक्षात् नित्यं भवति। अतः परन्तु यदि वयं वाक्यवाक्य आधारेण पठामः, सूत्र 3499 सम्यक् अस्ति, किल अस्ति सम्यक्। तस्मात् पूर्वं 96 तमे सूत्रे प्रथमं पदमस्ति वा, अथ वा अस्ति वा अर्थः विकल्पिकं, वा न विकल्पेन अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमानः। अतः यदि यदि अनुवृत्तिः नास्ति वा सम्बन्धे प्रवृत्तिः न, परन्तु अहम् अग्रे पठामि। अतः वा शब्दः अनयोः सूत्रयोः 97-98 आगत्य उपविशति। अधुना अस्माकं सूत्रमस्ति 99, अस्मिन् सूत्रे यः सकारलोपः विहितः सः विकल्पः नास्ति। 97-98 विकल्पं भवति परन्तु अनुवृत्तिः नास्ति, 99 सूत्रे अनुवृत्तिः नास्ति। यथा अनुवृत्तिः नास्ति तर्हि विधानानुसार पाणिनी अनुसार नित्यं भवति। अनुवृत्तिः मा भवतु इति कृत्वा, नो चेत् अनुवृत्तिः अत्रापि भविष्यति, यतोहि तत्र 97-98 मध्ये वा इति अस्ति इति कृत्वा 99 अपि वा इति भवितुम् अर्हति इति सन्देहः आयाति, अत्रापि वा इति अस्ति वा इति सन्देहः आयाति, तादृशसन्देहः मा भूत् इति कृत्वा सूत्रे नित्यम् इति स्थापितम् इति कृत्वा अत्र वैकल्पिकत्वं स्थगितम् अत्र नास्ति इति वयम् अवगन्तुं शक्नुमः। तावदेव, नित्यं नितः इत्यत्र नित्यम् इति पदं किमर्थम् इति प्रश्ने कृते नित्यपदस्य सार्थक्यं किम् इति पृच्छामः चेत् नित्यपदं तत्र विकल्पः मास्तु इति कृत्वा नित्यपदं स्थापितम्। इतश्च लोपः परस्मैपदेषु तत्र वैकल्पिकं नास्ति, वैकल्पिकं तत्र नास्ति, तत्रापि वैकल्पिकम् अस्ति खलु, वा इत्यत्र पूर्वस्मात् सूत्रात् वा इत्यस्य अनुवृत्तिः तत्रापि भवति। अस्मिन् करतत्रे वा अस्ति नास्ति, इतश्च लोपः परस्मैपदेषु वैकल्पिकं पूर्वसूत्रेण अवगतं वा? इतश्च लोपः परस्मैपदेषु इति सूत्रम् अस्माभिः न पठितं खलु, तत्तु अत्र अत्र नास्ति, तत्तु भिन्नलकारे तस्य प्रसक्तिः अस्ति, लिट् लकार तत्र लेट् लकारे तस्य प्रसक्तिः अस्ति। अतः इतश्च लोपपरस्मैपदेषु इत्यत्रापि इतः लोपः विकल्पेन अत्र नास्ति, अत्र विकल्पेन नास्ति, कुत्र इतश्च इति सूत्रः अत्र नास्ति, इतश्च लोपः परस्मैपदेषु इति भिन्नसूत्रम् अस्ति, तस्मिन् सूत्रे विकल्प वा इत्यस्य अनुवृत्तिः अस्ति, सः उत्तमस्य इत्यत्रापि वा इत्यस्य अनुवृत्तिः, अतः नित्यं नितः इत्यत्रापि वा इत्यस्य अनुवृत्तिः वा इति चेत् न, नित्यम् इति उक्तत्वात्। अस्तु अस्तु, तत्र वा वैकल्प्यं मास्तु इति कारणेन नित्यं अस्तु भगिनि, तर्हि अत्र अत्र स्थगयामः, समयः अपि अतीतः। किं भगिनि क्षम्यताम्, बहूनि सूत्राणि सन्ति अष्टाध्याय्यां यत्र नित्यं नास्ति किन्तु सूत्रं तु कार्यं करोति एव, इत्युक्ते इति सूत्रेण अपि यदि नित्यं नास्ति चेत्, इत्युक्ते अनुवृत्तिसहितसूत्रमस्ति चेत् नितः लस्य सः उत्तमस्य लोपः अस्ति चेत् अपि समानार्थक एव भवति न भगिनि, इत्युक्ते समानार्थकः भवति परन्तु संशयः भवति वा, संशयः भवति वा इति पदस्य अनुवृत्तिः अत्र भवति वा इति संशयः उदेति वा, उदेति वा न वा, इत्युक्ते पूर्वसूत्रद्वये वा इति पदस्य अनुवृत्तिः अस्ति, अतः नितः इति केवलं नितः इति सूत्रमस्ति चेत् अत्रापि वा इति पदस्य अनुवृत्तिः भवति वा इति संशयः उदेति अस्माकं मनसि, तादृशसंशयः मास्तु इति कृत्वा नित्यम् इति पदं स्थापितं। तावदेव, नित्यम् इति पदं नास्ति चेदपि अर्थबोधः जायते परन्तु संशयः उदेति अत्र सूत्रस्य लक्षणं किम्, सूत्रस्य लक्षणं किम्, असन्दिग्धम् इति अस्ति खलु, असन्दिग्धम् इत्युक्ते सन्देहरहितम्, सन्देहरहितं स्यात्। तर्हि इदानीं सन्देहः उदेति वा इति पदस्य अनुवृत्तिः अत्र भवति वा इति सन्देहः उदेति, तादृशसन्देहः मास्तु इति कृत्वा नित्यं स्थापितम्। अवगतं, धन्यवादः भगिनि। अस्तु तर्हि इदानीम् अत्र स्थगयामः। धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः भगिनि।